नमस्सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति अष्टाध्यायं सूत्राणां बलावलोचनम् इति विषयः अनुवर्तते. तत्र पुनःस्मरणं कुर्मः एतावता किं किं किम् अधीतम् इति किञ्चित् पश्यामः. इत्युक्ते प्रथमं तत्र सूत्राणां बलाबलचिन्तनं कदा भवति इति चेत्, तत्र सूत्रद्वयं आगच्छति अनयोः मध्ये सङ्घर्षः अस्ति, तदानीमेव बलाबलचिन्तनं भवति. यदा एकस्मिन् स्थले एकस्य एव सूत्रस्थितिः अस्ति तदानीं बलाबलस्य चिन्तनं नास्ति. तत् सूत्रं यदस्ति तदेव तत्र कार्यं करोति. परन्तु यत्र सूत्रद्वयम् अथवा सूत्रत्रयम् अथवा इतोपि अधिकानि सूत्राणि यत्र प्रसक्तानि भवन्ति, तत् बलाबलस्य चिन्तनं करणीयं भवति. तदर्थम् अस्माकं पुरतः यन्त्राणि कानि इति चेत्, प्रथमस्ति महाभाष्यवाक्यमस्ति, अन्यत्र अन्यत्र लब्धावकाशयोर् एकत्र प्राप्तिः तुल्यबलविरोधः, एकः सिद्धान्तः. तर्हि तुल्यबलविरोधि वा इति अस्माकं तदा सर्वप्रथमं प्रश्नः भवति. यदा बलाबलस्य चिन्तनं भवति तदानीं तुल्यबलविरोधः अस्ति वा इति सर्वप्रथमं प्रश्नः अस्ति. सूत्रद्वयमस्ति पुरतः, अनयोः तुल्यबलविरोधः अस्ति वा इति प्रश्नः. तुल्यबलविरोधः इत्युक्ते वयं जानीमः यत्र द्वयोः सूत्रयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति इत्युक्ते तयोः पृथक् पृथक् कार्यक्षेत्रम् अस्ति. एकस्मिन् स्थले अन्यस्य कार्यं नास्ति, अन्यस्मिन् स्थले प्रथमस्य कार्यं नास्ति. एतादृशसन्दर्भेषु श्रूयते वा मम ध्वनिः? भग्नः अस्ति भगिनि. सम्यक् नास्ति भगिनि. कटिङ्ग् औट् भगिनि. कटिङ्ग् औट् इति वा? अस्तु, पुनः आगच्छामि वा? आम्, धन्यवादः. अधुना कथमस्ति? हरि ओम्. अधुना सम्यक् अस्ति भगिनि. सम्यक् अस्ति वा? समीचीनं. तर्हि तत्र मया किम् उक्तमिति चेत्, बलाबलचिन्तनप्रसङ्गे सर्वप्रथमं तुल्यबलविरोधः अस्ति वा इति चिन्तनीयं. तुल्यबलविरोधः इति वयं जानीमः, सूत्रद्वयम् अस्ति तयोः, अन्यत्र अन्यत्र लब्धावकाशः अस्ति इत्युक्ते तयोः पृथक् पृथक् कार्यक्षेत्रम् अस्ति. एकस्य कार्यक्षेत्रे अन्यस्य कार्यं नास्ति. अन्यत् सूत्रं तत्र सूत्रस्य क्षेत्रे कार्यं कर्तुं नार्हति. एवमेव प्रथमसूत्रं द्वितीयसूत्रस्य कार्यक्षेत्रे कार्यं कर्तुं नार्हति इति तादृशसन्दर्भः अपि अस्ति द्वयोः. इदानीं तादृशसूत्रद्वयम् एकस्मिन् स्थले आगच्छति चेत् तदानीं तयोः मध्ये तुल्यबलविरोधः अस्ति इति वदामः, समानबलः अस्ति द्वयोः. तयोः पृथक् पृथक् कार्यक्षेत्रमपि अस्ति, इदानीम् एकत्र कार्यं कर्तुं आगतः. तर्हि तादृशसन्दर्भे तत्र तुल्यबलविरोधे वयं जानीमः विप्रतिषेधे परं कार्यं. तुल्यबलविरोधः इत्युक्ते विप्रतिषेधः. यत्र विप्रतिषेधः अस्ति तत्र परसूत्रस्य परम् अस्ति इति सामान्यनियमः अस्ति. विप्रतिषेधे परं कार्यम् इति सूत्रमस्ति. तर्हि अस्माभिः सुपि च अपि च बहु जल्येत् सूत्रद्वयं दृष्टमस्ति. सुपि च इति सूत्रं वृक्षयोगाभ्याम् इत्यत्र तस्य कार्यमस्ति. वृक्षयोगाभ्याम् इत्यत्र केवलं सुपि च इत्यस्य कार्यम् अस्ति, वृक्षाभ्याम् इति बहुवचने जल्ये इत्यस्य वृक्षयोगः सु सप्तमे बहुवचने वृक्षेषु इत्यत्र तस्य कार्यमस्ति इति इदानीं तयोः पृथक् पृथक् कार्यक्षेत्रमस्ति. अनयोः तुल्यविरोधः अस्ति. इदानीं सूत्रद्वयं तादृशस्थले वृक्षयोगः इति वृक्षेभ्यः इत्यत्र सूत्रद्वयमपि आगच्छति. सुपि च बहुवचने चलिये तयोः पृथक्क्षेत्रम् अस्ति. इदानीं एकत्र सङ्घर्षः वृक्षयोगः प्लस् इत्यत्र तादृशसन्दर्भे बहु तत्र विप्रतिषेधे परं कार्यम् इत्येन परसूत्रस्य कार्यं बहुवचने जलियत् इत्यस्य कार्यं भवति इति दृष्टवन्तः. तर्हि तत्पश्चात् यत्र तुल्यबलविरोधः अस्ति इति चिन्तयामः चेत् तदानीम् एतादृशचिन्तनं. यदि तुल्यबलविरोधः एव नास्ति, सूत्रद्वयद्वयोर्मध्ये तुल्यबलविरोधः नास्ति, तदानीं स्पष्टमस्ति, अपवादः अस्ति, एकं सूत्रम् अपवादः अस्ति, एकस्य अन्यत्र लब्धावकाशः अस्ति, अन्यस्य लब्धावकाशः नास्ति इति कृत्वा अस्मिन् सन्दर्भे कार्यं करोति चेत् सूत्रं विरुद्धं भवति इति कृत्वा तुल्यबलविरोधः नास्ति चेत् तत्र बहु सुलभमस्ति एकं सूत्रम् अपवादसूत्रम् इति वयं ज्ञातुं शक्नुमः. तुल्यबलविरोधः अस्ति चेत् तदानीं तत्र चिन्तनीयम् अत्र अन्तरङ्गमस्ति वा सूत्रमस्ति वा परसूत्रमस्ति वा इति तादृशचिन्तनं भवति. अतः आदौ एव प्रष्टव्यं तुल्यबलविरोधः अस्ति वा अस्ति वा, नास्ति चेत् अपवादः, अस्ति चेत् तदानीम् अन्तरङ्गं वा नो चेत् सूत्रं वा परसूत्रं वा इति विषयः. परसूत्रस्य विषये तु वयं जानीमः विप्रतिषेधे परं कार्यम् इति सूत्रं करोति, तर्हि परसूत्रस्य फलम् इति जानीमः. तदनन्तरं नित्यम् अस्ति वा इति चिन्तयामः चेत् तदर्थं तत्र कृताकृतप्रसङ्गीयः विशेषः नित्यः इत्युक्ते तत्र सूत्रद्वयमपि सत्तम् एकं यदि त्वं कार्यं करोति चेत् तस्य कार्यानन्तरमपि द्वितीयसूत्रस्य कार्यं यदि पठति चेत् तदानीं द्वितीयसूत्रं नित्यसूत्रम् इति वक्तुं शक्यते. यतोहि तस्य कार्यं पूर्वमपि भवितुमर्हति, अनन्तरमपि भवितुमर्हति. एतादृशसन्दर्भे एकं सूत्रं नित्यसूत्रं भवति, परसूत्रस्य अपेक्षया नित्यसूत्रं बलवद् भवति. अत्र नित्यसूत्रं पूर्वं वा भवतु परं वा भवतु तत्सूत्रं बलवद् भवति. तर्हि पूर्वप्रसङ्गं दृष्ट्वा ततः अग्रे नित्यसूत्रमस्ति चेत् नित्यसूत्रस्य एव कार्यं भवति. इदानीमपि न श्रूयते वा? हरि ओम्. न, सम्यक् रीत्या न श्रूयते भगिनि. भग्नः न जाने अद्य किम् अस्ति इति पुनः किं करोमि एकक्षणं. एकक्षणं पुनः आगच्छामि. हरि ओम्. श्रूयते भगिनि, किन्तु संशयं भवति. अद्य न जाने तत्र किञ्चित् ऐ थिङ्क् यु हव् टु कम् फ्रम् मोबैल् नेट्वर्क्. मोबैल् नेट्वर्क् एव अस्मि, तत्र अस्मि. अस्तु, तर्हि तत्र नित्यसूत्रम् इत्युक्ते कृताकृतप्रसङ्गीयः विधिः इति उक्तं, तत्तु वयं जानीमः. तर्हि तत् इदानीं ततः अग्रे अन्तरङ्गम् अस्ति वा इति पश्यामः चेत् अन्तरङ्गस्य विषये कारद्वयम् अस्माभिः अधीतम्. किमर्थम् अन्तरङ्गस्य विशेषम् इति चेत् तत्र अन्तरङ्गे बहिरङ्गम् असिद्धं भवति. सूत्रद्वयं द्वयोर्मध्ये एकम् अन्तरङ्गम् अस्ति चेत् अन्यत् सूत्रं बहिरङ्गं भवति. तद् अन्तरङ्गं किम् इति ज्ञातव्यं भवति. श्रूयते वा? हरि ओम्. not as before, but we will manage like this. अस्तु पश्यामः तत् करोमि. अस्तु तर्हि बहिरङ्गे अन्तरङ्गे बहिरङ्गम् असिद्धम् इति वयं जानीमः. तर्हि अन्तरङ्गं नाम किम् इति अवगतम् इति दृष्टम्. अङ्गम् इत्युक्ते निमित्तम्, अन्तरङ्गम् इत्युक्ते निमित्तम् इति वयं ज्ञातवन्तः. तर्हि निमित्तं कुत्र इति चेत् बहिरङ्गशास्त्रीयसमुदायमध्ये अन्तर्भूतांगानि निमित्तानि यस्य भवति तद् अन्तरङ्गम् इत्युक्ते बहिरङ्गशास्त्रम् अन्तरङ्गम् इति चिन्तयामः चेत् किम् अन्तरङ्गम् इति चेत् एकं सूत्रं बहिरङ्गं बहिरङ्गशास्त्रस्य निमित्तानि बहूनि भवन्ति. तादृशनिमित्तसमुदायेषु मध्ये यस्य निमित्तानि भवन्ति तादृशसूत्रम् अन्तरङ्गम्. तर्हि अन्यसूत्रं बहिरङ्गम् इति वयं ज्ञातुं शक्नुमः. तदर्थमेव तत्र प्रकारद्वयं पठितम्. अन्तर्भूतनिमित्तकत्वम् अन्तरङ्गम् इति एकम् अस्ति. तर्हि पूर्वोपस्थितनिमित्तकं, तदेव पूर्वोपस्थितनिमित्तकम् इत्युक्ते बहिरङ्गशास्त्रीयसमुदायमध्ये यस्य निमित्तं भवति, पूर्वं भवति, तद् अन्तरङ्गम् इति दृष्टम्. तदनन्तरं तत्र निमित्तस्य प्रसङ्गे शब्दकृतनिमित्तं स्वीकर्तव्यं, न तु अर्थकृतनिमित्तं वा संज्ञाकृतनिमित्तम् इति अपि ज्ञातवन्तः. तत्पश्चात् अपरनिमित्तिकम् अन्तरङ्गम् इत्युक्ते अन्यविध अन्तरङ्गं किम् इति चेत् यस्य परनिमित्तं नास्ति, निमित्तसप्तमीरूपेण यस्य यस्य सूत्रस्य निमित्तसप्तमी नास्ति तादृशं सूत्रमपि अन्तरङ्गं भवति. यदि एकं सूत्रं तादृशम् अपरनिमित्तिकमस्ति चेत् अन्यत् सूत्रं बहिरङ्गं भवति, बहिरङ्गसूत्रम् असिद्धं भवति इति प्रकारद्वयम् अस्माभिः पठितम्. इदानीम् अस्माकं पुरतः यन्त्राणि सर्वाणि सन्ति, तत् बलकस्य चिन्तनार्थं यन्त्राणि सर्वाणि सन्ति. तत्र एकम् अन्तिमम् अत्र अवशिष्टमस्ति, किं तद् इति चेत् पूर्वत्रासिद्धम् इति एकः सिद्धान्तः. पूर्वत्रासिद्धम् इति वस्तुतः अधिकारसूत्रमस्ति. अष्टाध्यायां द्वितीयाध्याये अष्टाध्यायस्य द्वितीयपादे प्रथमं सूत्रमस्ति पूर्वत्रासिद्धम् इति सूत्रम्. तर्हि पूर्वत्रासिद्धम् इत्यत्र कुत्रचित् ध्वनिः म्यूट् कुर्वन्तु. अस्तु, तर्हि पूर्वत्रासिद्धम् इति श्रूयते खलु? श्रूयते भगिनि. आम् आं भगिनि. पूर्वत्र सिद्धम् इति एकः सिद्धान्तः अस्ति. इत्युक्ते तत् वस्तुतः अधिकारसूत्रम् अष्टाध्यायां अष्टमाध्यायस्य द्वितीयपादे प्रथमं सूत्रमिदम्. अस्य अधिकारः अष्टमाध्यायस्य अन्तपर्यन्तम् अस्ति. इत्युक्ते तस्य अधिकारः द्वितीयाध्याये न अष्टमाध्यायस्य द्वितीयपादे तृतीयपादे चतुर्थपादे पूर्वत्र सिद्धम् इत्यस्य अधिकारः अस्ति. तर्हि पूर्वत्र इति सूत्रेण अस्ति इति कथं जानीमः इति कोऽपि वदतु. पूर्वतः सिद्धम् इत्यनेन वयं जानीमः पूर्वं प्रति परम् असिद्धम् इति सूत्रार्थः. तादृशः कथम् अवगम्यते? अहं वदामि भगिनि. वदतु. पूर्वत्रासिद्धं सूत्रम् अष्टाध्याय्याम् अष्टम अध्याये द्वितीयपादे प्रथमसूत्रमस्ति. तस्य सूत्रस्य पूर्वं यदस्ति सपादसप्ताध्याय्यां तेषां प्रति पूर्वत्रासिद्धम् इति सूत्रस्य अधिकारे कानि कानि सूत्राणि भवन्ति ते सर्व तानि सर्वाणि प्रसिद्धानि इति सत्यं. सत्यम्. एकक्षणम् एकक्षणं. समीचीनं. सूत्रार्थः कः इति वदन्ति अस्ति, परन्तु तादृश अर्थः सूत्रं दृष्ट्वा कथं ज्ञायते? सूत्रं दृष्ट्वा अहं न अवजानामि भगिनि. अत्र पश्यन्तु, पूर्व वदतु. पूर्वत्र इति वदामः चेत् पूर्वस्मिन् इति अर्थः स्वीकर्तव्यं. पूर्वस्मिन् स्थले परसूत्रम् असिद्धम् इति अर्थः स्वीकर्तव्यम् इति चिन्तयामि. समीचीनम्. इत्युक्ते तत्र अष्टमस्य द्वितीयपादे एकं सूत्रमस्ति, तत् पूर्वं किम् अस्ति? अष्टमध्ये द्वितीयपादात् पूर्वं किम् अस्ति? सर्वमस्ति खलु. अष्टमाध्याये प्रथमपादः, तदनन्तरं तत्र सपादाध्यायी, सर्वमस्ति खलु. प्रथमाध्याये द्वितीयाध्याय अध्यायः, तृतीयाध्यायः, चतुर्थाध्यायः, पञ्चमाध्यायः, सप्तमाध्यायः, अष्टमाध्यायस्य प्रथमपादं पूर्वमस्ति. तर्हि पूर्वम् इति तत्र सूत्रमस्ति. पूर्वम् अत्र असिद्धम् इत्युक्ते पूर्वं यदस्ति तत् प्रति सः अग्रे यदुच्यते तद् असिद्धम् इति अर्थः. पूर्वं यदस्ति प्रति परम् असिद्धम् इति अर्थः. पूर्वं प्रति परम् असिद्धः इति अर्थः. तदेव अत्र पूर्व अत्र असिद्धम् इति वयं जानीमः. पूर्वं किम् अस्ति इति चेत् सपादसप्ताध्यायी अस्ति. सपादसप्ताध्यायं प्रति त्रिपादि असिद्ध इति वयम् अवगन्तुं शक्नुमः. एवमेव अत्र पूर्वत्र सिद्ध इति अधिकारसूत्रमस्ति इति कृत्वा तस्य अनुवृत्तिः अष्टमाध्यायस्य द्वितीयपादे प्रथमसूत्रं द्वितीयसूत्रे अपि पूर्वत्र सिद्धम् इत्यस्य अधिकारः, तृतीयसूत्रमपि पूर्वत्र सिद्धम् इत्यस्य अधिकारः. तर्हि द्वितीयसूत्रम् अस्ति अत्र पूर्वत्र सिद्धम् इत्यस्य अधिकारः यदा भवति तदानीं पूर्वं प्रति परम् असिद्धं. तत्र द्वितीयसूत्रे पूर्वं किम् अस्ति? प्रथमसूत्रमस्ति, अपि च सपादसप्ताध्यायी अपि अस्ति खलु. द्वितीयसूत्रं प्रति पूर्वं यत्किमपि अस्ति, पूर्वं प्रति परम् असिद्धम्. तर्हि पूर्वं प्रति द्वितीयसूत्रम् असिद्धम्. एवमेव पूर्वं प्रति तृतीयसूत्रम् असिद्धं, पूर्वं प्रति चतुर्थसूत्रम् असिद्धम्. अतः पूर्वत्र सिद्धम् इत्यनेन तत्र अर्थद्वयमस्ति. इत्युक्ते सपादसप्ताध्यायां प्रति त्रिपादी असिद्धा, त्रिपाद्याम् अपि पूर्वं प्रति परम् असिद्धम् इति अर्थद्वयम् अत्र निष्पन्नं भवति. यतोहि अधिकारसूत्रमस्ति इति कृत्वा अनुवृत्तिः भवति. वयं जानीमः यत् अष्टाध्यायी इति ग्रन्थः भागद्वये विभक्तः अस्ति इति वयं जानीमः. प्रथमभागः अस्ति सपादसप्ताध्यायी. सपादसप्ताध्यायी इति प्रथमाध्यायात् आरभ्य अष्टमाध्यायस्य प्रथमपादपर्यन्तं सपादसप्ताध्यायी इति वदामः. अष्टमाध्यायस्य द्वितीयपादात् अनुपर्यन्तं त्रिपादी इति वदामः. तर्हि सपादसप्ताध्यायीं प्रति त्रिपादी असिद्धा, त्रिपाद्यापि पूर्वं प्रति परम् असिद्धं. यतोहि पूर्वत्र सिद्धम् अधिकारसूत्रमस्ति, तस्य अनुवृत्तिः सर्वत्र भवति इति कृत्वा प्रत्येकस्मिन् सूत्रे आगत्य वदति पूर्वं प्रति परमसिद्धं, पूर्वं प्रति परमसिद्धम् इति सर्वत्र वदति इति कृत्वा एतादृशार्थः निष्पन्नः भवति. तर्हि इदानीम् अस्माकं प्रश्नः अस्ति, इदानीम् एतावता अस्माभिः किम् उक्तं? तुल्यबलविरोधः अस्ति चेत् पूर्वं प्रति परशास्त्रं भवत् इति उक्तं खलु एतावता. तर्हि इदानीं पूर्वत्र सिद्धम् इति ज्ञात्वा कथं चिन्तनं कथं भवति? सिद्धं विपरीतं भवति भगिनि. वदतु किमस्ति? पूर्वं पूर्वसूत्रप्रति परसूत्रं बलवत् इति इदानीम् उक्तम्. इदानीं पूर्वतत्र असिद्धम् इति सूत्रेण पाणिनिमहर्षि वदति परसूत्रं प्रति पूर्वं प्रति परसूत्रम् असिद्धम् इति. तत् विपरीतं किल? सत्यं विपरीतं. तर्हि कथं तत्र अवगन्तव्यम्? एकमस्ति विपरीक्षिते परं कार्याणि, एकं सूत्रमस्ति इदानीं पूर्वत्र असिद्धम् इति अस्ति. तर्हि कथम् अवगन्तव्यम्? सूत्रद्वयमपि स्वीकृत्य कथम् अवगन्तव्यं? सूत्रद्वयमपि परस्परविरुद्धमस्ति खलु. एकं वदति परशास्त्रं बलवत् इति, एकं वदति विपरीक्षिते परं कार्यम् इति सूत्रं वदति परशास्त्रं बलवत् इति वदति. पूर्वत्र असिद्धम् इति वदति, पूर्वं प्रति परम् असिद्धम् इति वदति. परमेव नास्ति चेत् कथं भवितुम् अर्हति? प्रश्नः भवति खलु. पुनरपि वदतु भगिनि, परमपि न भवति वा? सर्वत्र सिद्धम् इति सूत्रेण परसूत्रं नास्ति इति अर्थः खलु, परसूत्रम् असिद्धम् इति अस्तित्वं नास्ति, असिद्धम् इति वदामः चेत् तदानीं कथं बलवद् भवितुमर्हति? अस्तित्वमेव नास्ति चेत् कथं बलवत् भवितुमर्हति? इदानीं सूत्रद्वयं च सूत्रद्वयं च सपादसप्ताध्याय्याम् एव अस्ति चेत् विप्रतिष्यते परं कार्यम् एतेन कार्यं भवति. त्रिपाद्यां च एकसूत्रं तु त्रिपाद्याम् एकं सूत्रं तु सपादसप्ताध्याय्याम् अस्ति चेत् पूर्वत्र सिद्धम् इत्यनेन कार्यं भवति. तर्हि तात्पर्यं सपादसप्ताध्याय्यां यानि सूत्राणि सन्ति ते एव बलवतः तत् बलवत् अस्ति इति वक्तुं शक्नुमः. त्रिपाद्यां यानि सूत्राणि सन्ति ते असिद्धम् अस्ति. सपादसप्ताध्याय्यां यानि सूत्राणि सन्ति तेषां प्रति तान् प्रति असिद्धम् अस्ति. तर्हि तत्र तर्हि विप्रतिषेधे परं कार्यम् इति सूत्रं तत्र केवलं यत्र सपादसप्ताध्याय्यां एव तत् तस्य कार्यं प्रवर्तते इति. त्रिपाद्यां तस्य कार्यं नास्ति नास्ति इति चिन्तयामि. प्रसक्तिः एव नास्ति वा? एव नास्ति. समीचीनं तत्तु अधिकारसूत्रम् अस्ति खलु पूर्वत्र सिद्धम् इति, अतः तस्य एव अधिकारः भवति. समीचीनं. यत् मया अवगन्तुं वक्तुं शक्यते वा? वदतु. सपादसप्ताध्याय्यां विप्रतिषेधे परं कार्यम् इति कृत्वा तत्र परसूत्रस्य प्रसक्तिर्भवति. यदा प्रक्रियाकाले सपादसप्ताध्याय्यां प्रति सरति चेत् प्रक्रिया तत् पूर्वत्र सिद्धं तस्य अधिकारः अन्तर्गतः भवति इति कृत्वा एकवारं त्रिपाद्यां सूत्रस्य प्रसक्ति भवति तत्कारणं पूर्वसूत्रं प्रति न प्रक्रिया गन्तुं शक्यते. तत्र पूर्व प्रति परं न दृश्यते एव इति कृत्वा सपादसप्ताध्यायी यत्र त्रिपादी प्रति न गच्छति चेत् तत्र एव विप्रतिषेधे परं कार्यम् इति एवं तुल्यबलविरोधस्य बलाबलचिन्तनं भवति. एकवारं त्रिपादी आगच्छति चेत् तदनन्तरं सपादसप्ताध्यायी सूत्रं प्रति न कार्यं कर्तुं शक्यते. एवं त्रिपाद्यामन्तरपि पूर्वत्र सिद्धत्वात् परसूत्रम् एकवारम् आगच्छति चेत् तस्य पूर्वसूत्रस्य प्रसक्तिः न भवति इति कृत्वा परसूत्रं प्रति प्रक्रिया भवति. अत्र अत्र बहूनि तत्त्वानि भवन्ति. यद् भवान् उक्तवान् तत्र बहूनि तत्त्वानि भवन्ति, पृथक् पृथक् कृत्वा वयं पश्यामः. समीचीनं भवान् उक्तवान् समीचीनं, परन्तु तत्र बहूनि तत्त्वानि भवन्ति इत्युक्ते अत्र पश्यन्तु, यदा अस्माकं प्रक्रियाकाले सूत्रद्वयम् अस्ति, सूत्रद्वयमपि सपादसप्ताद्वयमेव अस्ति, तदानीं क्लेशः एव नास्ति, पूर्वतः सिद्धस्य अधिकारः एव नास्ति. अतः सूत्रद्वयं सपादसप्ताध्याय्याम् अस्ति चेत् अस्माकं सामान्यबलबलचिन्तनं भवति. अपवादः अस्ति वा, पूर्वमस्ति वा, परमस्ति वा, सर्वं तत्र सामान्यतया वयं चिन्तयामः. एतावता यद् अस्माभिः चर्चितं तस्य आधारेण तत्र बलाबलस्य चिन्तनं भवति. सपादसप्ताध्यायं सपादसप्ताध्यायां तु तुल्यबलः अस्ति चेत् परसूत्रं भवत् अस्ति, क्लेशः एव नास्ति, सूत्रस्य कार्यं भवति विप्रतिषेधे परं कार्यम् इत्यनेन. इदानीं सूत्रम् अस्ति अस्माकं पुरतः, एकं सूत्रं सपादसप्ताध्याय्याम् अस्ति, अन्यसूत्रं त्रिपाद्याम् अस्ति. इदानीं कीदृशचिन्तनम् इति चेत् अत्र इदानीं तत् विप्रतिषेधे परं कार्यम् इत्यस्यापि प्रसक्तिः अस्ति, पूर्वत्र सिद्धम् इत्यस्यापि अधिकारः अस्ति. तर्हि इदानीम् अनयोर्मध्ये तुल्यबलविरोधः अस्ति वा नास्ति वा इति चिन्तनात् प्राक् अत्र किं द्रष्टव्यम् इति चेत् अत्र त्रिपाद्यां यत् सूत्रम् अस्ति, सूत्रं तस्य अस्तित्वमेव नास्ति. सपादसप्ताह्यायां यत् सूत्रमस्ति तत् सूत्रं अस्तित्वं नास्ति. इदानीं ग्रन्थद्वयम् अस्ति इति चिन्तयतु. सपादसप्ताध्यायी इति एकः ग्रन्थः, त्रिपादी इति अन्यः ग्रन्थः. तर्हि सपादसप्ताध्यायां यदस्ति तद् सपादसप्ताध्यायां यानि सूत्राणि सन्ति तानि त्रिपादीं द्रष्टुं न शक्नुवन्ति तानि सूत्राणि, यतोहि त्रिपादी इति पृथक् ग्रन्थः. अतः सपादसप्ताध्यायां यदस्ति पूर्वं यदस्ति तत् परं द्रष्टुं न शक्नोति. अतः परम् असिद्धम् अस्ति, यतोहि पृथक् ग्रन्थे अस्ति. परन्तु त्रिपादी इति अत्र किञ्चित् विलक्षणः अस्ति, त्रिपादीग्रन्थः विलक्षणः अस्ति. किमर्थमस्ति इति चेत् उत्तरे अस्ति, उत्तरे अस्ति इति कृत्वा पूर्वं यत्किमपि अस्ति तत् सर्वं द्रष्टुं शक्नोति त्रिपादी. अतः यदा सूत्रद्वयम् अस्ति, एकं सूत्रं सपादसप्ताध्यायाम् अस्ति, अन्यत् सूत्रं त्रिपाद्याम् अस्ति चेत् तर्हि तत्र किं वक्तव्यम् इति चेत् तत्र त्रिपाद्यां यत् सूत्रमस्ति तत् सूत्रं स्वयम् असिद्धम् अस्ति, शास्त्रसिद्धम् अस्ति. पूर्वत्र सिद्धम् इति अधिकारे त्रिपाद्यां यत् सूत्रमस्ति स्वयम् असिद्धम् अस्ति. अतः तत्र यद्यपि विप्रतिषेधे परं कार्यम् इत्यस्य प्रसक्तिः अस्ति सर्वत्र. विप्रतिषेधे परं कार्यम् इति सूत्रे न उक्तं कुत्र अस्य प्रसक्तिः, तर्हि अष्टाध्यायं सर्वत्र तस्य प्रसक्तिः अस्ति. परन्तु तत्र विप्रतिषेधे परं कार्यम् इति सूत्रं किं वदति, परसूत्रस्य बलम् इति वदति. परन्तु पूर्वत्र सिद्धम् इत्यनेन परसूत्रस्य अस्तित्वमेव नास्ति. अस्तित्वमेव नास्ति चेत् कथं बलवत् भवितुम् अर्हति? अतः नान् एक्सिस्टेण्ट् अस्ति त्रिपाद्यां यत् सूत्रमस्ति, नान् एक्सिस्टेण्ट् अस्ति. अतः एकस्मिन्नेव स्थले सूत्रद्वयम् आगच्छति, एकं सपादसप्ताध्यायम् अन्य त्रिपाद्याम् इति चेत् त्रिपादीसूत्रं स्वयम् अस्तित्वं नास्ति. अतः सपादसप्ताध्यायं यत् सूत्रमस्ति तदेव बलवत् भवति, तस्य एव कार्यं भवति इति एकमस्ति. अन्यत् किम् इति चेत् यदि प्रक्रियाकाले एकस्मिन् स्थले सूत्रद्वयम् आगच्छति, एकं सूत्रं सूत्रद्वयमपि त्रिपाद्यमेव अस्ति, त्रिपाद्यम् एव सूत्रद्वयमपि अस्ति, एकं सूत्रं पूर्वम् अस्ति, त्रिपाद्यं पूर्वम् अस्ति, अन्यत् सूत्रं परम् अस्ति, तर्हि किं भवति इति चेत् अत्रापि विप्रतिषेधे परं कार्यम् इति यथापि पूर्वसूत्रं प्रति परसूत्रम् असिद्धं, त्रिपाद्यं यत् पूर्वम् अस्ति तत् प्रति परसूत्रम् इति कृत्वा तत्र परसूत्रं बलवत् इति वक्तुं न शक्यते, यतोहि परसूत्रम् असिद्धम् अस्ति. अतः पूर्वसूत्रस्य एव कार्यं भवति. अतः त्रिपाद्यां यदा वयं पश्यामः चेत् क्रमेण एव कर्तव्यं भवति, यतोहि परसूत्राणि सर्वाणि असिद्धानि भवन्ति पूर्वसूत्रस्य दृष्ट्या इति कृत्वा सर्वदा त्रिपाद्यां पूर्वसूत्रमेव प्रथमं कार्यं करोति, तस्य कार्यानन्तरमेव परसूत्रं कार्यं कर्तुं शक्नोति इति तावत् एतावता बुद्धं खलु. अस्ति वा भगिनी? मम एकः आशङ्कः अस्ति. भगिनी, इदानीं त्रिपाद्यां नित्यप्रसङ्गः न चेत् अन्तरङ्गप्रसङ्गः भवति वा? नित्यप्रसङ्गः नित्यप्रसङ्गः भवति वा इति भवती वदतु. न जाने किमर्थम् इति चेत् तत्र परिभाषायामेव एतत् वदति खलु, सूत्रं तु नास्ति, अतः परसूत्रं पूर्वसूत्रम् इत्यस्य चिन्तनं न भवति. अतः कथं भवति तत्र प्रथमप्रसङ्गे एव, तत्र प्रथमप्रसङ्गे सूत्रद्वयमपि त्रिपाद्यमेव अस्ति चिन्तयति चेत् प्रथमप्रसङ्गे एव परसूत्रम् असिद्धम् अस्ति खलु, परसूत्रस्य कार्यमेव न भवितुम् अर्हति. अतः एकस्य कार्यानन्तरम् अन्यमिति तादृशचिन्तनमेव नास्ति, एतत्तु असिद्धम् अस्ति, अतः सन्दर्भे एकमेव कार्यं करोति. नित्यस्य चिन्तनमेव नास्ति त्रिपाद्यां, नास्ति नित्यस्य चिन्तनमेव नास्ति त्रिपाद्याम्, अन्तरङ्गस्य चिन्तनमपि नास्ति. नित्यस्य चिन्तनमस्ति इति कृत्वा अन्तरङ्गस्य चिन्तनमपि नास्ति, यतोहि परसूत्रम् अन्तरङ्गमस्ति चेदपि परमस्ति खलु, असिद्धमस्ति, अतः अन्तरङ्गस्य चिन्तनमपि नास्ति, तत् चिन्तनमपि नास्ति. धन्यवादः. अस्तु, इदानीं किञ्चित् तत्र पठामः, तत्र पूर्वत्र सिद्धमिति. तर्हि तत्र विनय महोदय पठति वा? न न आं भगिनि, पूर्वत्र सिद्धं कुतः अस्ति चतुर्थः बिन्दुः अस्ति अन्ते चतुर्थः बिन्दुः अस्तु तर्हि अत्र उषा भगिनी पठतु अनन्तरं पठतु भवान् महोदय आं भगिनि पूर्वत्र सिद्धम् अनेन सूत्रेण अष्टाध्यायी इति ग्रन्थः भागद्वये विभजितः प्रथमाध्यायस्य आरम्भतः अष्टमाध्यायस्य प्रथमपादस्य अन्तर्पर्यन्तं प्रथमभागः अष्टमाध्यायस्य द्वितीयः तृतीयः चतुर्थस्य पादाः मिलित्वा द्वितीयभागः प्रथमभागस्य नाम सपादशब्दाध्यायी द्वितीयभागस्य नाम त्रिपादी अनेन सूत्रेण यानि सूत्राणि सपादशब्दाध्यायां सन्ति तानि प्रति त्रिपाद्यां स्थितानि सूत्राणि असिद्धानि अपि च त्रिपाद्यां यानि सूत्राणि पूर्वं सन्ति तानि प्रति परं स्थितानि सूत्राणि असिद्धानि सपादशब्दाध्यायीं प्रति त्रिपाद्य असिद्धा त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रम् असिद्धम् त्रयाणां पादानां समाहारः त्रिपादि द्विगुसमासः सप्तानाम् अध्यायानां समाहारः सप्तानाम् अध्यायानां समाहारः शब्दाध्यायी पादेन सहिता सपादशब्दाध्यायी पूर्वस्मिन् इति पूर्वत्र न सिद्धम् असिद्धम् पूर्वत्र अव्ययम् असिद्धं प्रथमान्तं द्विपदमिदं सूत्रम् इदं सूत्रम् अधिकारसूत्रम् अष्टाध्यायाः अन्तर्पर्यन्तं प्रवर्तते पूर्वत्र सिद्धम् इति अष्टमाध्याये द्वितीयपादस्य प्रथमसूत्रं भवति अस्य सूत्रम् अधिकारसूत्रं तत् प्रसक्तिः अष्टमाध्याय त्रिपादी अपि द्वितीयतृतीयचतुर्थपादस्य प्रवर्तनं अद्यपर्यन्तम् अष्टाध्यायाः अद्यपर्यन्तं प्रवर्तते अष्टाध्यायी प्रथम अध्यायस्य आरम्भतः अष्टमाध्यायस्य प्रथमपादस्य अन्तर्पर्यन्तं प्रथमभागः इति उच्यते प्रथमभागः प्रथम अध्यायः इति उक्तवती खलु प्रथम अष्टमाध्यायस्य प्रथमपादः खलु आं भगिनि अष्टाध्यायां प्रथम अध्यायस्य आरम्भतः अष्टमाध्यायस्य प्रथमपादस्य अन्तर्पर्यन्तं प्रथमभागः अष्टाध्यायां प्रथमभागः इति उच्यते प्रथमभागः अष्टाध्यायां प्रथमभागः इति सपादशब्दाध्यायी इति उच्यते सपाद अलाङ्ग् वित् सपादशब्दाध्यायी सप्त अध्यायाः अष्टमाध्याय प्रथमभागः अपि टुगेदर् सपादशब्दाध्यायी मिलित्वा प्रथमभागस्य नाम सपादशब्दाध्यायी द्वितीयभागः इति अष्टाध्यायी द्वितीयभागः इति अष्टमाध्याये द्वितीयभागस्य आरम्भतः आरम्भतः प्रथमसूत्रस्य आरम्भतः अष्टमाध्याये चतुर्थपादस्य अन्तमपर्यन्तं प्रसक्तिः अस्ति तत् भागः द्वितीयभागः त्रिपादि इति भवति प्रथमभागः सपादशब्दाध्यायीं प्रति त्रिपादिशास्त्राणि सूत्राणि असिद्धं भवति द्वितीयभागे द्वितीयभागे द्वितीयभागे पूर्वं प्रति परं शास्त्रम् असिद्धं पूर्वसूत्रस्य प्रति परं शास्त्रम् अस्तित्वं नास्ति पूर्वसूत्रस्य प्रति परं शास्त्रं शास्त्रस्य कार्यं न शक्तुं न प्रसक्तिः भवति समीचीनम् किमपि वक्तुमिच्छति वा इति अस्ति अष्टाध्यायी इति ग्रन्थः भागद्वये विभक्तः अस्ति तदनन्तरं पूर्वं प्रति परमसिद्धं पूर्वं प्रति परमसिद्धम् इति चिन्तनं सर्वत्र अस्ति प्रथमभागे अपि अस्ति द्वितीयभागे अपि अस्ति इत्युक्ते तत्र यदा प्रथमभागस्य द्वितीयभागस्य तुलना भवति तदानीं केवलं प्रथमभागे एव तुलना भवति चेत् तत्र पूर्वं प्रति परमसिद्धम् इति नास्ति केवलं सपादसप्ताध्यायमेव अस्ति चेत् तत्र तु परसूत्रस्य बलम् अधिकं भवति तत्र परसूत्रम् असिद्धम् इति किमपि नास्ति परन्तु यदा एकं सूत्रं सप्ताध्याय्याम् अस्ति अन्यत् सूत्रं त्रिपाद्याम् अस्ति तदानीमेव एतादृशचिन्तनं अपि च सूत्रद्वयमपि त्रिपाद्यामेव अस्ति चेत् तदानीमपि एतादृशचिन्तनं स्पष्टं खलु आं भगिनि कोऽपि प्रश्नः अस्ति वा भगिनि सपाद सपाद अध्याये केवलं विप्रतिषेधकार्यं भवति अत्र कोऽपि अन्यमहत्त्वं नास्ति परन्तु यदि सपाद अपि च त्रिपाद मध्ये व्यवस्था भवति तर्हि सपाद प्रति त्रिपाद असिद्धं परन्तु यदि त्रिपाद कारितं तर्हि सपाद अपि च पूर्वत्रिपाद इदानीं पश्यामः नापि दृश्यते तदिदानीं पश्यामः यद् भवान् अन्ते उक्तं यद् भवान् तत्र अन्ते उक्तवान् तदिदानीं पश्यामः अस्तु इदानीं भवानेव अग्रे पठतु सूत्रसिद्धम् इत्यस्य कार्यं द्विविधम् ओके पूर्वत्र सिद्धम् इत्यस्य कार्यं द्विविधं शास्त्रसिद्धं कार्यसिद्धं च द्वयोः सूत्रयोः प्रसक्तिः समानकाले समानस्थले चेत् परत्रिपादिसूत्रं स्वयमसिद्धम् इति कारणात् शास्त्रसिद्धम् इति उच्यते पूर्वमेव त्रिपादिसूत्रस्य कार्यं कारितं चेत् तर्हि तत्पश्चात् सपाद सपादसप्ताध्यायीसूत्रं वा पूर्वत्रिपादिसूत्रं वा आयाति चेत् तयोः मनसि परत्रिपादसूत्रस्य अतः पर त्रिपादसूत्रस्य सङ्ख्या आधारेण कारितं कार्यं न दृश्यते एव यथा तेन परत्रिपादिसूत्रेण यत् किमपि क्रियते तत् पूर्वत्र असिद्धम् इतनेन असिद्धम् इदं कार्य असिद्धम् इति उच्यते तत् कार्यसिद्धं शास्त्रसिद्धं कार्यसिद्धं व्यवस्था भवति शास्त्रसिद्धं भवति शास्त्रसिद्धं व्यवस्था भवति यतः सपादसूत्र अपि च त्रिपादसूत्र पूर्वं प्रति त्रिपाद परं सूत्रं असिद्धं भवति शास्त्रसिद्धं कार्यसिद्धं यदि कार्यं त्रिपादसूत्रेण कारितः तर्हि सपाद अपि च त्रिपादसूत्र प्रति पूर्वसूत्र प्रति त्रिपादसूत्र न दृश्यते परन्तु किं सूत्रं द्रष्टुं न शक्नोति पूर्वसूत्रं द्रष्टुं न शक्नोति वा न परसूत्रं द्रष्टुं न शक्नोति परसूत्रं परन्तु परसूत्र त्रिपादसूत्रं न दृश द्रष्टुं शक्यते. पश्यतु, इदानीं त्रिपादीसूत्रस्य कार्यं कारितं खलु. एकं सूत्रमस्ति इदानीम् अष्टमाध्यायस्य चतुर्थपादे एकं सूत्रमस्ति इति चिन्तयतु, तस्य कार्यं जातम्. इदानीम् अत्र पूर्वसूत्रम् आगच्छति कार्यार्थं, तर्हि तत् सूत्रं कार्यं द्रष्टुं शक्नोति वा त्रिपादीसूत्रस्य कार्यम्? न, यदि कार्यं कृतः त्रिपादी त्रिपादीसूत्र अन्तर्भूतः कार्यं कृतः तर्हि कार्यं कृतः, परन्तु सपाद अपि च त्रिपाद सूत्रं प्रति कार्यतः सूत्र न दृश्यते. न न, कस्य न दृश्यते इति स्पष्टतया वक्तव्यं. कस्य न दृश्यते सूत्रं, कारितं सूत्रं केन न दृश्यते? सपाद अपि च पूर्वत्रिपाद. हा, सत्यम्. इदानीं तत्र त्रिपाद्यां यत् सूत्रमस्ति तत् कार्यं जातं, तादृशकार्यं पूर्वसूत्रेण द्रष्टुं शक्यते, यतोहि परसूत्रस्य अस्तित्वमेव नास्ति. परसूत्रस्य अस्तित्वं नास्ति इति कृत्वा परसूत्रेण यत् कार्यं कृतं तद् द्रष्टुं शक्यते. तदेव अत्र कार्यसिद्धम् इति. अत्र वस्तुतः पूर्वत्रासिद्धम् इत्यस्य कार्यद्वयं शास्त्रासिद्धं कार्यासिद्धम् इति उक्तं. वस्तुतः तत्र एतादृशमतं तु वस्तुतः तत्र सिद्धान्तकौमुद्यामेव अस्ति, अन्यत्र नास्ति. वस्तुतः पश्यामः चेत् पूर्वत्रासिद्धम् इत्यत्र किं सिद्धान्तः इति चेत् पूर्वं प्रति परम् असिद्धम् इति तावदेव अस्ति. तर्हि परसूत्रे यत्किमपि कृतं तत्त्वसूत्रं न दृश्यते इति तु समीचीनं, यतोहि परसूत्रस्य अस्तित्वमेव नास्ति. अतः तद् यत्किमपि क्रियते तत् पूर्वसूत्रं द्रष्टुं न शक्यते इति तत्र सामान्यसिद्धान्तः अस्ति. पूर्वं परम् असिद्धं, परन्तु अस्माकं बालानां सुखबोधाय अस्माकं समयावगमनं भवतु इति कृत्वा अत्र पूर्वत्रासिद्धम् इत्यस्य कार्यं द्विविधं, शास्त्रासिद्धं कार्यासिद्धम् इति उक्तं. शास्त्रसिद्धम् इत्यस्य कः अर्थः इति अग्रे पश्यामः. शास्त्रसिद्धम् इत्युक्ते सामान्यव्यवहारः अस्ति. एकं सूत्रं सपादसप्ताध्यायाम् अस्ति, अन्यत् सूत्रं त्रिपाद्याम् अस्ति, तर्हि त्रिपादीसूत्रं स्वयम् असिद्धम् अस्ति. पूर्वत्रासिद्धम् इत्यनेन सूत्रं स्वयम् असिद्धं, तदेव शास्त्रसिद्धं. पूर्वं प्रति परम् असिद्धम् इति शास्त्रसिद्धं. तर्हि कार्यसिद्धम् इत्युक्ते किम् इति चेत्, कुत्रचित् प्रक्रियाकाले त्रिपाद्यां एकं सूत्रम् अस्ति, तस्य कार्यं जायते इति चिन्तयतु. तस्य कार्यं जातम्. इदानीं तत्पश्चात् अस्माकं दृष्ट्या वयं चिन्तयामः अत्र सपादसप्ताध्यायाम् एकं सूत्रमस्ति, तस्य तत् कार्यम् अत्र भवतु इति वयं चिन्तयामः चेत् तदानीं तत् किं भवति इति चेत्, सपादसप्ताध्यायाः दृष्ट्या सपादसप्ताध्यायां यत् सूत्रमस्ति तस्य दृष्ट्या त्रिपादी स्पष्टम् अस्ति. अतः त्रिपादीसूत्रेण यत्किमपि कृतं तत् सपादसप्ताध्यायी द्रष्टुमेव न शक्यते, यतोहि परशास्त्रम् अस्ति इति कृत्वा सपादसप्ताध्यायां यत् सूत्रमस्ति तस्य कार्यं न भवति. यतोहि त्रिपादीसूत्रस्य कार्यस्य अनन्तरमेव सपादसप्ताध्यायी इदानीम् आगच्छति इति कृत्वा अत्र परसूत्रेण यत् कार्यं कृतं तत् सूत्रेण द्रष्टुं न शक्यते इति कृत्वा सपादसप्ताध्यायं यत् सूत्रमस्ति तस्य कार्यं न भवति. तदेव कार्यसिद्धं, कार्यस्य अनन्तरं तद् असिद्धम् अस्ति इति कृत्वा पूर्वसूत्रेण द्रष्टुं न शक्यते. भगिनि, एक संशयः, सपाद अपि कार्यं कर्तुं न शक्यते. एव उक्तं खलु, सप्तसप्ताध्यायी इति सूत्रं कार्यं न कर्तुं शक्यते, यतोहि त्रिपादीसूत्रेण यत् कार्यं कृतं तत्तु सपादसप्ताध्यायी द्रष्टुं न शक्यते इति कृत्वा सपादसप्ताध्यायी इति सूत्रस्य कार्यं न भवति. वस्तुतः सूत्रस्य दृष्ट्या तत्र प्रसक्तिः एव नास्ति, यतोहि परसिद्धम् अस्ति, अतः सपादसप्ताध्यायी आगन्तुं शक्नोति. तद् अस्माकं दृष्ट्या वयं चिन्तयामः, इदानीं सपादसप्ताध्यायी आगन्तुं शक्यते इति वयं चिन्तयामः चेत् तदानीं वयं तु सूत्रस्य दृष्ट्या चिन्तनीयम्, अस्माकं दृष्ट्या नास्ति. सूत्रस्य दृष्ट्या किम् अस्ति? परशास्त्रम् असिद्धमस्ति. अतः परशास्त्रस्य कार्यानन्तरं पूर्वशास्त्रं कदापि न आगच्छति. यदा उपाध्याम् एकं सूत्रमस्ति, इदानीम् अवगच्छामि. हा, समीचीनम्. अस्तु, इदानीं सूर्यकुमारी भगिनी पठितुम् इच्छति वा शास्त्रसिद्धं? भगिनी, एकः सन्देहः अस्ति भगिनि. भगिनी, इदानीं भगिन्या उक्तं कार्यसिद्धम् इति अष्टाध्यायं नास्ति, केवलम् अस्माकम् अवगमनार्थं यत्र दत्तम् इति उक्तवती खलु. इदानीं कार्यसिद्धम् इति कार्यं नास्ति चेत् पूर्वत्र सिद्धम् इति सूत्रमेव व्यर्थं भवति खलु. कार्यसिद्धं यत्र भवति तत्र कार्यसिद्धम् इति न करणं, तद् तादृशविभजनं नास्ति इति एव मया उक्तं. तत्र किम् उक्तं? तादृशविभजनं नास्ति, किन्तु तत्र प्रयोगः अस्ति एव. न पश्यतु, पूर्वं प्रति परम् असिद्धम् इति वदामः चेत् पर्याप्तम् अस्ति. परम् असिद्धं तत्र परं परसूत्रेण ये किमपि कृतं तत् सर्वं सिद्धम् अस्ति पूर्वसूत्रस्य कृते, तव कार्यसिद्धम् अस्ति, भिन्नं किमपि नास्ति. अतः पूर्वं प्रति परम् असिद्धम् इति वदामः चेत् तावदेव पर्याप्तमस्ति. तर्हि परसूत्रेण यत्किमपि कृतं तत् सर्वम् असिद्धमस्ति पूर्वसूत्रस्य कृते, तदेव कार्यसिद्धं. पूर्वसूत्रं द्रष्टुं शक्यते इत्युक्ते किं? परसूत्रं सिद्धम् समीचीनं, तत् समीचीनं. किन्तु यत्र कार्यं भवति, यत्र परसूत्रेण कारितम् अस्ति, तत् कथं भवति? तस्मिन् सन्दर्भे पूर्वत्र सिद्धम् इति व्यर्थं भवति खलु. इदानीं परसूत्रेण न व्यर्थं न भवति. पूर्वत्र सिद्धं व्यर्थं न भवति. सूत्रद्वयस्य सङ्घर्षः अस्ति तदानीमेव पूर्वत्र सिद्धं. यदि एकस्मिन् स्थले एकमेव सूत्रमस्ति, उपाध्यां एकं सूत्रमस्ति, तस्यैव भवति. इदानीं तत्र सुहृद् अथवा तादृशं किमपि तत्र कोऽपि शब्दः अस्ति, तत्र जलां जशोन्ते इति एकमेव सूत्रं तत्र कार्यं कर्तुम् अर्हति. चिन्तयतु, अन्य किमपि नास्ति, तर्हि तस्य कार्यं भवति एव. तत्र पूर्वत्र सिद्धम् इति किमपि नास्ति. तत्र एकमेव सूत्रं, त्रिपाद्यम् एकमेव सूत्रम् अस्ति चेत् तस्य कार्यं भवति एव खलु. तत्र पूर्वत्र सिद्धं परसूत्रं तादृशचिन्तनं किमपि नास्ति. इदानीं तादृशसूत्रस्य कार्यानन्तरं चिन्तयामः, इदानीम् ओ सपादसपाध्यायम् एकं सूत्रम् अत्र भवितुम् अर्हति इति वयं चिन्तयामः चेत्, इदानीं तत्र परसूत्रम् असिद्धम् अस्ति इति कृत्वा पूर्वसूत्रं तद् द्रष्टुं न शक्नोति इति तावदेव. तत्र पूर्वत्र सिद्धम् इत्यस्मिन्नेव सर्वम् आगच्छति. पूर्वं प्रति परम् असिद्धम् इति वदामः चेत् सर्वं तस्मिन्नेव अन्तर्भूतं भवति. तावदेव बुद्धं वा? उदाहरणं दृष्ट्वा अनन्तरं पृच्छतु. उदाहरणं एकः संशयः अस्ति भगिनि. शास्त्रसिद्धं केवलं त्रिपाद्यामेव भवति वा? सपादसप्ताध्यायमपि भवति. एकं सूत्रं सपादसप्ताध्यायम् अस्ति, अन्यत् सूत्रं त्रिपाद्याम् अस्ति चेत् त्रिपाद्यसूत्रं शास्त्रसिद्धम्. अस्तु, सूर्यकुमारी भगिनि. भगिनि, शास्त्रसिद्धं द्वयोः सूत्रयोः प्रसक्तिः समानकाले समानस्थले चेत् परत्रिपादिसूत्रं स्वयम् असिद्धम् इति कारणात् शास्त्रसिद्धम् इत्युच्यते. अस्य बहूनि उदाहरणानि सन्ति. शास्त्रसिद्धम् इत्युच्यते समानस्थले समानकाले परत्रिपादिसूत्रं असिद्धं भवति. प्रथमशास्त्रं कार्यं भवति चेत् शास्त्रं तदर्थं त्रिपादि अष्टाध्यायीसूत्रम् असिद्धं भवति. बहु समीचीनं, तदेव शास्त्रसिद्धम् इत्युक्ते किमपि नास्ति. पूर्वं प्रति परम् असिद्धं तावदेव. तत्र यत्र पूर्वसूत्रं प्रति परम् असिद्धं भवति इत्युक्ते एकं सूत्रं त्रिपाद्यां भवेत् तदानीमेव एतादृशः नियमः. सूत्रद्वयमपि सपादसप्ताध्यायमस्ति चेत् शास्त्रसिद्धम् इति किमपि नास्ति. एकं सूत्रं त्रिपाद्याम् अस्ति, अन्यत् सूत्रं सपादसप्ताध्याय्याम् अस्ति वा नो चेत् त्रिपाद्यां पूर्वम् अस्ति, तदानीं परसूत्रम् असिद्धं, तदेव शास्त्रसिद्धम्। अस्तु, उदाहरणं पठतु। यथा हल्सन्धिसूत्राणि सर्वाणि त्रिपाद्याम्, अतः एकत्र हलसन्धिविधायक सूत्रद्वयम् आयाति चेत् परसूत्रस्य असिद्धात् पूर्वसूत्रम् आगच्छ कार्यं करोति। त्रिपाद्यायसूत्राणि प्रसक्तिः अस्ति, पूर्वसूत्रं परसूत्रं समानकाले अस्ति चेत् पूर्वसूत्रं कार्यं प्रथमं भवति। यत् उदाहरणमस्ति, यत् योगः जायते, जलां जशन्ते जशन्ते स्तोः स्तनाश्युः एकत्र आयातः, स्तोः स्तनाश्युः इत्यस्य असिद्धत्वात् जलां जशन्ते पूर्वं भवति। यद्योगः जायते स्तोः स्तनाश्युः इत्यनेन छुत्वं यज् योगः जायते यज्जायते, एवमेव सर्वाणि हल्सन्धिसूत्राणि। व्याख्यानम् अस्ति, त्रिपाद्यां प्रथमसूत्रं कार्यं भवति, तदनन्तरम् एव परसूत्रं कार्यं भवति। प्रथमसूत्रम् अस्ति चेत् परसूत्रम् आयाति अपि कार्यसिद्धं चेत् कार्यसिद्धम् इति नास्ति, खलु क्षम्यतां भगिनि, शास्त्रसिद्धं खलु अत्र? आं, शास्त्रसिद्धं, क्षम्यताम्। जलं जष्यन्ते प्रथमसूत्रम् अस्ति चेत् कार्यं भवति, तदनन्तरमेव स्तोः शुनाशुः कार्यं भवति। यत् योगः जायते इत्यत्र यत् इति पदम् अस्ति खलु, अतः जलां जश्वन्ते इत्यनेन यद् इति भवितुम् अर्हति। यत् इत्यस्य अनन्तरं जायते इत्यत्र चकारः अस्ति इति कृत्वा सोऽश्नाशुः इति चकारस्य चकारादेशः भवितुम् अर्हति, अतः कार्यद्वयं भवितुम् अर्हति। इदानीं सूत्रसङ्ख्यां पश्यामः चेत् जलां जशोन्ते इति सूत्रं पूर्वम् अस्ति त्रिपाद्यां, सूत्रद्वयमपि त्रिपाद्यामेव अस्ति, पश्यति खलु? जलां जशोन्ते इति द्वितीय अध्यायस्य अष्टमाध्यायस्य द्वितीयपादे अस्ति, सोगोश्चिनाश्चुः इति अष्टमाध्यायस्य चतुर्थपादे अस्ति, अतः अत्र पूर्वं प्रति परम् असिद्धं, पूर्वत्र सिद्धम् इत्यस्य अधिकारः अस्ति, अतः पूर्वं प्रति परम् असिद्धं सिद्धं शास्त्रीयसिद्धं। हा, शास्त्रस्य इत्युक्ते तत्र युगपत् सूत्रद्वयम् आगच्छति, जलां जशोन्ते सोगोश्चिनाश्चुः युगपत् आगच्छति कार्यार्थं, तदानीं परसूत्रं स्वयम् असिद्धं, परत्रिपादिसूत्रं स्वयम् असिद्धम् अस्ति, तदेव शास्त्रसिद्धम्। अतः जलां जशोन्ते इति एव प्रथमं कार्यं करोति। इत्युक्ते किं तत्र तात्पर्यं किम् इति चेत् पूर्वं प्रति परम् असिद्धं तावदेव। अहमेन अस्मि अत्र फलितार्थः क्रमेण यदि पूर्व त्रिपाद्याम् अस्ति चेत् सूत्रद्वयम् अस्ति चेत् क्रमेण एव गन्तव्यम् इति परितापः किल? सत्यं, तदेव पूर्वं प्रति परमसिद्धं, क्रमेण गन्तव्यम् इत्युक्ते किम् इति चेत् पूर्वं प्रति परमसिद्धम् इति कृत्वा क्रमेण गन्तव्यम् इति वदामः। क्रमेण गन्तव्यम् इति किमर्थमः इति चेत् पूर्वं प्रति परमसिद्धम् इति कृत्वा परस्य अस्तित्वमेव नास्ति इति कृत्वा क्रमेण गन्तव्यम् इति वदामः। अतः अत्र यद्योगः जायते इत्यत्र जलां जशोन्ते इति एव प्रथमं कार्यं करोति, सोऽश्चिनाश्चुः इति असिद्धमस्ति, अतः जलां जशोन्ते इत्यस्य कार्यं भूत्वा यद्योगः जायते इत्यत्र इदानीं सोऽश्चिनाश्चुः इत्यस्य प्रसक्तिः अस्ति इति कृत्वा तत्र यज् जायते इति वदामः। इदानीं सोऽश्चिनाश्चुः नित्यसूत्रमिति वक्तुं शक्यते वा? लक्ष्मी भगिनी किं चिन्तयति? नित्यसूत्रं वक्तुं शक्यते वा इदानीं? न वक्तुं शक्नुमः. यद्यपि सुवचनश्चुः पूर्वं प्रसक्तम् अस्ति भाति खलु, परन्तु पूर्वं प्रसक्तं नास्ति, असिद्धमस्ति. कार्यं तत्र प्राप्तिः नास्ति, प्राप्तिः नास्ति, यतोहि असिद्धम् अस्ति. अतः नित्यसूत्रे तादृशचिह्नमेव नास्ति. तर्हि त्रिपाद्यां सूत्राणि तत्रैव सन्ति, तत्र क्रमेण गन्तव्यं, यतोहि पूर्वं प्रति परम् असिद्धम्. बुद्ध खलु अत्र हल्सन्धिसूत्रक्रमः दत्तमस्ति, क्रमः दत्तः तत्र क्रमेण गन्तव्यम् इति, तदर्थम् अत्र सूत्राणि क्रमेण तानि. अस्तु, तर्हि इदानीम् अन्यत् एकम् उदाहरणं पश्यामः. अत्र अरविन्द महोदय पठति वा? मनोरथः. उदाहरणम् अस्ति मनोरथः इति मनसः इच्छा अभिलाषा. मनस् योगः रथ ससजुषो रुः इत्यनेन पदान्ते सकारस्य स्थाने रुत्वादेशो भूत्वा मनयोगः रु योगः रथ अनुबन्धलोपानन्तरं मनर् योगः रथ. तत्र रोरि हसि च इरोरि इत्यनेन रेफस्य लोपस्य असिद्धत्वात् हसि च इत्यनेन रेफस्य उकारादेशः मनः मनयोगः उ योगः रथ आद्गुणः इति गुणादेशेन मनो रथ मनोयोगरथ वर्णमर्णेन मनोरथ इति. अत्र उदाहरणमस्ति रोरि रेफस्य रेफ परे लोपो भवति रोरि. हसि च हसि परे अतः उत्तरस्य रेफस्य उकारादेशो भवति इति. तत्र उदाहरणमस्ति मनस् योगरथः. तत्र मनस् इति अन्तिमसकारस्य स्थाने ससजुषो रुः इति सूत्रेण सकारस्य स्थाने ऋत्व आदेशो भवति प्रथमम् अष्टाध्याय्याम्. एकक्षणं महोदय, एकक्षणं. ससजुषोरुः इति मनस् योगः रथ इति, ससजुषोरुः इति सूत्रस्य कार्यम् अस्ति. तत्र अन्यसूत्रं किमपि नास्ति. यद्यपि ससजुषोरुः इति सूत्रं त्रिपाद्यामेव अस्ति, तस्य कार्यं भवति. तत्र पूर्वमिति किमपि चिन्तनं नास्ति, एकमेव सूत्रमस्ति इति कृत्वा सकारस्य ऋत्वं भवति. अग्रे तदनन्तरं ऋत्वस्य अनुबन्धलोपानन्तरं रेफ एव अवशिष्यते, तत्कारणेन मनर् योगः रथ इति स्थिते. सूत्रद्वयस्य प्रसक्तिः भवति. रोरि इति प्रथमसूत्रमस्ति त्रिपाद्यस्य अष्टमाध्यायस्य त्रिपाद्यस्य चतुर्दशसूत्रं. हसि च इति षष्ठाध्यायस्य प्रथमपादस्य सूत्रमस्ति इति हसि च इति. तत्र रोरिस् इत्यनेन रेफस्य लोपस्य असिद्धत्वात् इति उक्तं. तत्र रोरि इति सूत्रेण किं क्रियं भवति इति वदतु एव. रोरि इति सूत्रेण रेफस्य परे रेफा अस्ति चेत् रेफस्य लोपः भवति, प्रथमरेफस्य लोपः भवति इति कृत्वा मनर्रथः इति अत्र शक्यते. नो चेत् हसि च इति सूत्रेण तत् सपात्यसूत्रमस्ति इति कृत्वा तत्र उच्यते यत्र हसि परे अतः उत्तरस्य रेफस्य इति मनस मनसर् अत्र रेफस्य पूर्वम् अत् अस्ति इति कृत्वा हसि चस्य प्रसक्तिः भवति इति कारणेन तत्र रेफस्य उत्व आदेशः भवति इति क्रियते हसि च इति सूत्रेण. इति कारणतः मन यु मन उ रथ इति भवति. तत्र उकारस्य गुणं भवति आद्गुण इति सूत्रेण इति कृत्वा मनो योगः रथ इति मनोरथ इति अन्तिमरूपं भवति. अत्र प्रश्नः अस्ति, रोरि इति त्रिपाठ्यसूत्रमस्ति, हसि च इति सभासनसत्यया सूत्रमस्ति इति कृत्वा कस्य सूत्रस्य सिद्धं भवति, कस्य असिद्धं भवति इति तत्र उत्तरमस्ति. उर्वत्र असिद्धम् इति सूत्रेण त्रिपाठ्यसूत्रं सपादसत्तायां प्रति न दृश्यते कृत्वा सपादसत्ताध्यायामेव कार्यं करोति. अस्तु अस्तु, समीचीनम्. इदानीं किञ्चित् क्रमेण पश्यामः, किञ्चित् क्रमेण पश्यामः, चिन्तयामः. मनस्योगः रथः इत्यत्र, मनस्योगः रथ इत्यत्र ससजुषोरुः इत्यस्य कार्यं भवति इति स्पष्टं खलु? तर्हि मनर्योगः रथः, ससजुषोरुः इत्यनेन सकारस्य रुत्वं भवति, यतोहि मनस् इत्यत्र मनस् इति पदम् अस्ति, समासः अस्ति, अत्र वस्तुतः समासः अस्ति खलु. मनः मनसः रथः इति मनोरथः, मनसः रथः मनोरथः. तर्हि मनस् इति अत्र समासस्य प्रसङ्गे मनस् इति पदम् अस्ति, अतः पदान्ते सकारस्य ऋत्वम्, अतः मनर् ऋत्वं कृत्वा तत्र रेफः एव अवशिष्यते, अतः मनर् योगः रथ. इदानीं पश्यन्तु, ससजुषोरुः इति सूत्रं त्रिपादीसूत्रम् अस्ति. इदानीं मनर्योगः रथ इत्यत्र अस्माकं दृष्ट्या सूत्रद्वयं प्रसक्तमस्ति. रोहि इति एकं सूत्रमस्ति, तेन मनर् इत्यत्र रेपस्य लोपः भवितुमर्हति, रेपे परे रथ इत्यत्र रेपः अस्ति इति कृत्वा मनर् इत्यस्य रेपस्य लोपः भवितुमर्हति. न चेत् हसि च इति सूत्रेण तत्र रेपस्य तत्र उत्वं भवितुमर्हति, यतोहि मन अकारः अस्ति, तदनन्तरं रु इति अस्ति, तस्य अनन्तरं रथ हश्वर्णः अस्ति इति कृत्वा रेपस्य उत्वं भवितुमर्हति, अतः मनयोग उयोगः रथ इति भवितुमर्हति. इदानीं तत्र ओरि इति सूत्रं त्रिपाद्याम् अस्ति, हसि च इति सूत्रं सपादसप्ताध्याया अस्ति. तर्हि वयं शक्नुमः, रोरि इति परसूत्रं त्रिपाद्याम् अस्ति इति कृत्वा पूर्वत्र सिद्धम् इत्यनेन सिद्धम् अस्ति, अतः हसि च इति सूत्रं कार्यं कर्तुम् अर्हति इति वयं वक्तुं शक्नुमः. परन्तु इदानीम् अस्माकं मनसि एकः प्रश्नः भवेत्. कः सः प्रश्नः, कोऽपि वदति वा? यदि सदृशरूपाद्यसूत्रं भवति चेत् कथं सभातां सत्तायां सूत्रस्य प्रति गच्छेम? समीचीनम्. अत्र कार्यसिद्धं भवितुमर्हति वा इति कुत्रचित् प्रतिध्वनिः, अत्र कार्यसिद्धं भवितुमर्हति वा इति प्रश्नः अस्ति खलु. यतोहि ससजुषोरुः इति त्रिपादीसूत्रम् अस्ति, तस्य कार्यं जातं, तदनन्तरं हसि च इति प्रसक्तिः अस्ति इति वयं चिन्तयामः. तर्हि हसि च इति सूत्रं कथं, हसि च इति सूत्रं कथं वा ससजुषोरुः इति सूत्रस्य कार्यं द्रष्टुं शक्नोति? अत्र कार्यसिद्धम् अस्ति खलु इति प्रश्नः खलु. इति पुनः उदेति. तर्हि रोरि इति सूत्रं तु परसूत्रम् अस्ति, अतः तस्य क्लेशः नास्ति. तत्सूत्रं तु ससजुषोरुः इति सूत्रेण यत् कार्यं कृतं तत् द्रष्टुं शक्नोति, यतोहि परसूत्रमस्ति. परं हसि च इति सूत्रं तु सपादसप्ताह्यायाम् अस्ति, तत् कथं वा त्रिपादसूत्रे ससजुषोरुः इति सूत्रेण कृतं कार्यं कथं वा द्रष्टुं शक्नोति इति प्रश्नः उदेति. कार्यं सिद्धमस्ति खलु इति प्रश्नः उदेति. अत्र हसि च इत्यत्र विशिष्टः अस्ति, अत्र अपवादः अस्ति, पूर्वत्र सिद्धम् इत्यस्य अपि अपवादः अस्ति हसि च इति सूत्रं. किमर्थम् इति चेत्, यावत्पर्यन्तं ससजुषोरुः इत्यनेन रु इति न आगच्छति, तावत्पर्यन्तं हसि च इति सूत्रस्य कार्यमेव न भवितुम् अर्हति, कुत्रापि न भवति. यदि वयं वदामः कार्यासिद्धम् अतः हसि च इत्यस्य कार्यं न भवति एव इति वदामः चेत्, हसि च इति सूत्रं व्यर्थं भवति, व्यर्थं भविष्यति. अतः अष्टाध्यायं एकमपि सूत्रं व्यर्थं मा भवतु इति एव अस्माकं लक्ष्यमस्ति खलु. अतः हसि च इत्यस्य सूत्रं कथं कथञ्चित् अपि तस्य कार्यं स्यात् इति कृत्वा वयं किं वदामः, पूर्वतस्य अस्ति अत्र हसि च इति सूत्रं तु ससजुषोरुः इति सूत्रं द्रष्टुं शक्नोति यतोहि तत्सूत्रम् आश्रित्य हषिजयि कार्यं भवति. हषिजयि सूत्रे रुसम्बद्धलेपस्य उकारादेशः इति उक्तं सूत्रे. रु इति अनुवृत्तिः अस्ति तस्मिन् सूत्रे. अतः यावत्पर्यन्तं रु इति नास्ति तावत्पर्यन्तम् उकारादेशः एव न भवितुम् अर्हति. तत्तादृश रु कथं भवति इति चेत् ससजुषोरुः इत्यनेनैव भवति. अतः तत्र आश्रयत्वात् सिद्धत्वम् आश्रयत्वसिद्धत्वं हषिजयसूत्रम् अत्र कार्यं भवति. ससजुषोरुः इति सूत्रम् आश्रित्य हषिजय इति सूत्रं भवति इति कृत्वा अत्र कार्यासिद्धं नास्ति. रोरि इति तु त्रिपादीसूत्रमस्ति. हषिच इति सपादसप्ताध्यायी सूत्रमस्ति. तत् सूत्रं तु सशजशोरुः इति सूत्रस्य कार्यं द्रष्टुं शक्नोति इति कृत्वा तत्र हषिच इति सूत्रस्य कार्यं भवति. तदर्थं तत्र रेपस्य स्थाने उकारादेशः मनयोगः उयोगः रत. इदानीं तत्र हषिचैत्यस्य कार्यानन्तर अद्गुणः इति सूत्रम् हषिचैत्यस्य कार्यं द्रष्टुं शक्नोति इति कृत्वा मनोत इति कार्यं भवति. सन्धिं कृत्वा मनोरथ इति प्रश्नमस्ति. तत्र कोऽपि प्रश्नः? हषिच इति अपवादमस्ति इति. हा, हषिच इति ससजुषोरुः इत्यस्य अपवादः. उमा भगिनी अवगतं वा? किम् अवगतम्? उमा भगिनी श्रूयते मम ध्वनिः? आं भगिनि. उमा भगिनी अस्ति वा? म्यूट् कर्तुं न शक्नोति वा उमा भगिनी? अस्तु, तर्हि शोभनी वदतु किमवगतम्. आं भगिनि, तत्र मनस्योगः रथ इत्यस्मिन् प्रक्रियां ससजुषोरुः इति सूत्रं प्रथमं कार्यं करोति. पदान्तस्य सकारस्य स्थाने रु आदेशः इति. तत् सूत्रं तु त्रिपाद्याम् अस्ति. तत्र अष्टाध्याये द्वितीयपादे किं तत्र षड्षष्टितमं सूत्रं. तदनन्तरं द्वयोः सूत्रयोः प्रसक्तिः. अधुना तत्र मनर्योगः रथ इति, मनयोगः रुयोगः रथ, तत्र उत्वम् उत्वस्य लोपः, तत्र रेपः एव तिष्ठति. मनर्योगः रथ इति अधुना रोरि अपि हषि च इति सूत्रद्वयस्य प्रसक्तिः. तत्र कार्य क्षमतां शास्त्रसिद्धम् इति आगत्य सिद्धान्तम् आगत्य रोरि इत्यस्य प्रसक्तिर्नास्ति इति वदति. किमर्थं चेत् तत्र रोरि इति त्रिपाद्याम् अस्ति, हषिच इति सपादसप्ताध्याय्याम् अस्ति, पूर्वसूत्रमस्ति. पूर्वसूत्रस्य कृते परम् असिद्धम् इति सिद्धान्तः तत्र. अतः तत्र हषिच इत्यस्य कार्यं भवति भूत्वा मना उत्वं भवति. कस्य? रेफस्य उत्वं भवति. अधुना मनयोगः उयोगः रथ. तदनन्तरम् आद्गुणः इत्यनेन उकारस्य ओकारः मनो इति भवति. वर्णमेलनेन मनोरथः इति भवति. अधुना तत्र प्रश्नः उदेति, यदि कार्यासिद्धम् इति सिद्धान्तः वदति, सपादसप्ताध्यायां ये सूत्राणि यानि सूत्राणि सन्ति तेषां कृते, त्रिपाद्यां यानि सूत्राणि सन्ति ते सिद्धम् इति अस्ति चेत्, कथं ससजुषोरुः इति त्रिपाद्याः सूत्रस्य कार्यं भूत्वा हषिच इति सपादसप्ताध्यायस्य सूत्रं कार्यं करोति इति. तत्र ससजुषोरुः इति अपवादबलेन कार्यं करोति. किमर्थं चेत् यदि तत्र एतत् सूत्रं कार्यं न करोति चेत् कुत्रापि तस्य लब्धावकाशः न भवति, सूत्रं व्यर्थः भवति, तदा मा भवेत् इति अस्माकं वयं जानीमः। अतः तत्र ससजुषो रुहु इत्यस्य प्रसक्तिः अपि प्राप्तिः अपि भवति। अत्र किं सूत्रम् अपवादः, तत् कस्य अपवादः इति उक्तम्? तत्र ससजुषो एकक्षणं, तत्र ससजुषो रुहु इति अपवादसूत्रं कस्य अपवादः, कस्य अपवादः इत्युक्ते हशिच इत्यस्य अपवादः? न न तथा नास्ति। अत्र पश्यतु, अत्र कार्यासिद्धम् इति स्यात्, केन कार्यासिद्धम् इति वदामः? पूर्वत्र सिद्धम् इति सूत्रस्य अधिकारबलेन कार्यासिद्धम् इति वदामः। तर्हि अत्र हशीच इति सूत्रं कार्यं करोति, कथं कार्यं करोति इति चेत् पूर्वत्र सिद्धम् इत्यस्य अपवादः अत्र अस्ति। ससजुषोरुः इति अपवादः इति नास्ति, तथा नास्ति। परन्तु हशीच इति सूत्रं किमर्थं कार्यं करोति इति चेत् पूर्वत्र इत्यस्य अपवादः अस्ति, इत्युक्ते एन् एक्सेप्शन् टु पूर्वत्र सिद्धम्, पूर्वत्र सिद्धम् इत्यस्य कार्यम् अत्र नास्ति। ओ, तत्र हशीच इति अपवादं भवति वा? हशीच इति अपवादः इत्युक्ते तादृश अपवादः नास्ति, पूर्वत्र सिद्धम् इत्यस्य अपवादः। ओ, अस्तु, एन् एक्सेप्शन् टु पूर्वत्र सिद्धम्, अस्तु इति पूर्वत्र सिद्धम् इति तत्र, क्षम्यताम्, तत्र ससजुषोरुः इति भवेत् इति कृत्वा हशिच इति अपवादं करोति भगिनी। ससजुषोरुः अत्र भवति एव, ससजुषोरुः इति सूत्रानन्तरं हशिच इति कथं भवति इति चेत् पूर्वत्र सिद्धम् इत्यनेन न भवेत् खलु? ससजुषोरुः इति सूत्रम् असिद्धम् अस्ति खलु हशिच सूत्रस्य दृष्ट्या इति वदामः चेत् अत्र तथा नास्ति, अत्र तथा नास्ति। ससजुषोरुः इति सूत्रं सिद्धं नास्ति हशीच इति सूत्रस्य दृष्ट्या, इदानीमपि सिद्धमेव, इत्युक्ते पूर्वत् सिद्धम् इति नियमस्य अपवादः। सत्यं, किमर्थं चेत् तत्र यदा प्रक्रियायाः आरम्भः भवति, प्रथमं तु ससजुषोरुः इति आगच्छति, आगत्य कार्यं करोति, तदनन्तरं हशीच इत्यस्य प्रसक्तिः, तदा तत् सूत्रं कार्यं कर्तुं न शक्नोति, अतः तत् सूत्रं कार्यासिद्धम् इत्यस्य अपवादं कृत्वा कार्यं कर्तुम् आगच्छति। अस्तु, इति नियमस्य अपवादः तावदेव। तत्र एकः प्रश्नः आसीत् भगिनी, शास्त्रासिद्धम् इत्यस्मिन् तत्र शास्त्रम् इति सूत्रम् इति स्वीकरणीयं वा? शास्त्रम् इत्युक्ते सूत्रम्। अस्तु, सूत्रासिद्धम्, सूत्रम् अत्र किमर्थं शास्त्रमित्युक्तं न तु सूत्रम् इति? किमर्थं तत्र शास्त्रासिद्धम् इत्यस्य अपेक्षया सूत्रासिद्धम् इति वक्तुं शक्यते खलु? किमर्थं शास्त्रासिद्धम् इति उक्तम् इति चेत् अत्र त्रिपाद्यं तत्र किं भवति इति चेत् केषाञ्चन सूत्राणाम् एकः समूहः भवति, केषाञ्चन सूत्राणाम् एकः समूहः भवति, अत्र किमर्थं सोहोश्युनश्रुः इति एकं सूत्रमस्ति खलु, सोहोश्युनश्रुः तस्य अपवादः अस्ति, तत्र शात् इति एकं सूत्रम् अपवादः अस्ति खलु, शात् इति सूत्रं, सोहोश्युनाश्युः इति सूत्रस्य अनन्तरम् अस्ति शात् इति सूत्रं खलु? तर्हि सोहोश्युनाश्युः अपि च शात् एकत्र आयाति चेत् शात् इति सूत्रं परसूत्रम् अस्ति, असिद्धम् अस्ति इति कृत्वा शात् इति कार्यं, तस्य कार्यं कदापि न भवति खलु, कदापि न भवति, असिद्धम् इति कृत्वा कदापि न भवति। तथा अस्ति चेत् सूत्रमेव व्यर्थं खलु, शात् इति सूत्रमेव व्यर्थम्, यत्र यत्र सोहोशनाशुः तत्र तत्र शा, यत्र शात् आगच्छति तत्र तत्र सोहोशनाशुः इत्यपि आगच्छति। तर्हि सोहोशनाशुः एव सिद्धं, शात् असिद्धम् इति वदामः चेत् शात् इत्यस्य कार्यं कदापि न भवति। अतः वयं किं कुर्मः इति चेत् सोहोशनाशुः अपि च शात् इति एकवाक्यम् इति वदामः, सूत्रद्वयमपि एकं वाक्यमस्ति। इत्युक्ते किं, सोहोश्युनाश्युः भवति परन्तु शात् न भवति इति एकं वाक्यम्। इत्युक्ते तत्र तत्र सम्पूर्णतया द्रष्टव्यम्, इत्युक्ते शात् इति तत्र निषेधकम् अस्ति, अतः शात् इत्यत्र पूर्वत्र सिद्धम् इत्यस्य नियमः नास्ति, तत्रापि अपवादः अस्ति। यत्र शकारस्य अनन्तरं तवर्ग्यवर्णः अस्ति तत्र सोषणशुभ इत्यस्य कार्यं न भवति निषेधकसूत्रात् इति अतः तत्र वाक्यम् इति वदामः शास्त्रम् इति वदामः अतः शास्त्रसमूहं पश्यामः पूर्वत्र सिद्धम् इत्यस्य कृते शास्त्रसमूहं पश्यामः न तु केवलम् एकं सूत्रम् अस्तु धन्यवादः एकक्षणं भगिनी सूर्यकुमार भगिनी मीना भगिनी हसिच इति सूत्रं साधारणसूत्रमस्ति परन्तु पूर्वत्र सिसम् इति अधिकारसूत्रं साधारणसूत्रम् अधिकारसूत्रस्य अपवादः भवितुं शक्यं वा अपवादः इत्युक्ते तादृश अपवादः नास्ति नियमस्य अपवादः इत्युक्ते वृद्धिरेचि आद्गुणः इति सूत्रस्य अपवादः इति वदामः खलु तादृशम् अत्र नास्ति अपवादः अत्र भिन्नरीत्य अपवादः अस्ति इत्युक्ते पूर्वत्र नियमः अस्ति पूर्वं प्रति परम् असिद्धम् इति यः नियमः अस्ति तादृशनियमस्य अपवादः अस्ति हसिच इति सूत्रम् इत्युक्ते तत्र हसिच इति सूत्रम् अत्र पूर्वत्र सिद्धम् इत्यस्य अपवादः इति यदा वदामः तत्र किं तत्र तात्पर्यम् इति चेत् हसिच इति सूत्रं व्यर्थम् अभूत् इत्येव तत्र लक्ष्यम् यदि अत्र पूर्वत्र सिद्धम् इत्यनेन हसिच इति सूत्रं ससशिशोरुः इति सूत्रस्य कार्यं द्रष्टुं न शक्नोति वदामः चेत् तदा हसिच इति सूत्रस्य कार्यं कुत्रापि न भवति यतो सूत्रं ससशिशोरुः इति सूत्रम् आश्रित्य अस्ति यावत्पर्यन्तं रू न भवति तावत्पर्यन्तं हसिच इत्यस्य कार्यमेव न भवितुम् अर्हति अतः सूत्रमेव व्यर्थं भवति तथा मा भूत् इति कृत्वा वयं वदामः पूर्वत्र सिद्धम् इति नियमस्य अपवादः अस्ति कानिचन सूत्राणि पूर्वत्र सिद्धम् इत्यस्य अपवादभूतानि इत्युक्ते नियमस्य अपवादाः शात् इति सूत्रं कुत्र अस्ति भगिनि अष्टमाध्यायस्य चतुर्थपादे सोवशिनाशुः अनन्तरं सोहशिनाष्टुः ष्टुनाष्टुः न पदान्तात् टोरणाम् अनन्तरं तोहशि शात् किं वदति शात् सूत्रं शकारस्य अनन्तरं तवर्ग्यवर्णः अस्ति चेत् छुत्वं छुत्वं न भवति इति अस्तु इदानीं सूर्यकुमारी भगिनी प्रश्नः वा भगिनि हसि च पादसप्ताये अष्टाध्याये अस्ति ससजुहुरुः सूत्रकार्यं न दृश्यते अतः कार्यसिद्धम् इति वदामः खलु कार्यसिद्धम् इति वक्तव्यं खलु त्रिपादसूत्रस्य कार्यानन्तरं सपादसप्ताध्यायी आगच्छति चेत् तस्य दृष्ट्या त्रिपादीसूत्रेण यत् कार्यं कारितं तद् न दृश्यते इत्येव वयं वदामः अत्रापि परन्तु तथा वदामः चेत् हसिच इति सूत्रस्य कार्यं कुत्रापि न भवति यतोहि हसिच इति सूत्रस्य कार्यं तदा एव भवति यतोहि तत्र रूसम्बद्धरेपः अस्ति चेदेव तत्र उत्त्वं भवति हसिच इति सूत्रस्य अर्थः कः इति चेत् हसीपरे अतः उत्तरस्य रेपस्य रेपस्य कीदृशरेपः इति चेत् रूसम्बद्धरेपः यावत्पर्यन्तं रू नास्ति तावत्पर्यन्तं हसिच इति कार्यमेव न भवति अतः वयं वदामः अत्र कार्यसिद्धं किमपि नास्ति अत्र अत्र पूर्वत्र सिद्धम् इत्यस्य एव अपवादः अस्ति अतः हसिच इत्यस्य कार्यं भवति अस्तु तर्हि अग्रे अरुणभग्नि अग्रे पठति वा मोन् स्वारः भगिनि मो अनुस्वरः समः सुटि तत् सूत्रमेव दत्तम् उदाहरणं दत्तं क्रुयोगः टिङ् टिङ् कृतयः कृति कृति इति रूपं निष्पन्नं भवति संयोगः कृति सम्परिभ्यां करोतौ भूषणो भूषणे इत्यनेन सुट् आगमः संयोगः सुट् कृति अनुबन्धलोपे संयोगः सकार योगः कृति मो अनुस्वर इत्यनेन मा स्थाने अनुस्वर आदेशः परन्तु मो अनुस्वरः समः सुटि च त्रिपादिसूत्रे स्तः. अतः पूर्वत्र सिद्धमित्यनेन पूर्वसूत्रं प्रथमं कार्यं करोति, पदसूत्रम् असिद्ध. समः सुटि इत्यनेन मकारस्य ऋत्वं सुरु सरुयोगः सकारयोगः कृति उपदेशे अजन्नासिक इत्यनेन उकारस्य इत्संज्ञा तस्य लोपः इत्यनेन लोपश्च स सर् सकृति. अनुनासिकः पूर्वस्य तु वा इत्यनेन विकल्पेन आङ् आदेशः विपक्षे अनुनासिकात् परो अनुस्वरः इत्यनेन अनुस्वर अनुस्वार आगमः संयोग संर् सुकृति संर् सकृति. करवसनयो विसर्जनीयः इत्यनेन पदान्तरेफस्य स्थाने विसर्गः. सङ्गः स्कृति वा सङ्गः स्कृति संः स्कृति सकृति. विसर्जनीयस्य सः इत्यनेन विसर्गस्य स्थाने सकारः. संसस्कृति संसस्कृति. अत्र उदाहरणमस्ति क्रु धातु योजनं किन् प्रत्ययः कृत्यये अत्र ककारलोपः भवति षट् दशक् पद्यते सूत्रेण नकारः हलन्त्यम् इति सूत्रेण कृति एव अवशिष्यति एव अवशिष्य कृति इति रूपं. तदनन्तरं संयोगः कृति कृते नूतनसूत्रमस्ति सम्परिभ्यां करोतौ भूषणे इति सूत्रेण सुट् आगमः. सुट् आद्यन्तौ दक्षिणतौ सूत्रेण आदि अस्ति संयोगः सुट् योगः कृति. अनुबन्धलोपानन्तरं संयोगः सकारः कृति. प्रथमं मो अनुस्वरः इत्यनेन मकारस्थाने अनुस्वर आदेशः भवति. जानामि मो अनुस्वरः सपादि त्रिपादि अस्ति. समः सुटिः अपि त्रिपादि अस्ति. मो अनुस्वरः त्रिपादि त्रयाध्याय त्रिविंशतिसूत्रं. समः सुटि त्रिपा सपादि षष्ठ अध्याय त्रयपादे पञ्चसूत्रः. अतः पूर्वतः सिद्धमित्यनेन पूर्वसूत्रं प्रथमं कार्यं करोति, परसूत्रम् असिद्धम् असिद्धं भूत्वा समः श्रुति इत्यनेन मकारस्य ऋत्वमेव भवति. प्रथमं भगिनी परसूत्रं पूर्वसु समः श्रुति श्रुति इति पूर्वसूत्रं कथं कार्यं करोति? मोनुस्वरपरसूत्रं खलु मोनुस्वरपरसूत्रम्. अतः मोनुस्वारम् असिद्धम् अस्ति. ओ असिद्धमस्ति. ओके. अतः समश्रुति इति एव प्रथमं कार्यं करोति. प्रथमं कार्यं करोति. ततः ऋकार समस् अत्र केवलं ऋत्वम् आगच्छति. तदनन्तरं तत्र ऋत्वकार्यमस्ति. तदनन्तरं ऋत्वकार्यमस्ति. अत्र अनुनासिके पूर्वस्य तु वा इति सूत्रेण तत्र समः सुटि इत्यनेन ऋत्वं यदा भवति तदानीं ऋत्वम् आश्रित्य अत्र अनुनासिके पूर्वस्य तु वा इत्यनेन पूर्वस्वरस्य अनुनासिकादेशः भवति एकस्मिन् पक्षे. अपरस्मिन् पक्षे अनुनासिकात् परोनुस्वारः इत्यनेन स्वरस्य पूर्वस्य स्वरस्य अनुस्वार आगमः विकल्पेन भवति. अतः संस्कृति अथवा संस्कृति. तदनन्तरं तत्र रेपस्य करवसानयोर्विसर्जनीयः इत्यनेन विसर्गादेशः अपि भवति. इत्युक्ते अत्र पश्यामः चेत् क्षम्यताम् अत्र पश्यामः चेत् प्रथमं तु तत्र सम्परि वस्तुतः सूत्रमस्ति सम्परि उपेभ्यः करोतौ भूषणे इत्युक्ते सं परि उप एतेभ्यः करोतेः इत्युक्ते कृधातुः भूषणार्थे भूषणात् सुट् इति आगमः भवति सुडागमः सुडागमः भवति हा तर्हि कृ इत्यस्य सुडागमः भवति तर्हि सुडागमः टित् इति कृत्वा आदौ आयाति अतः संयोगः सुट् योगः कृति इति प्रथमं तद् सम् इदं सूत्रं वस्तुतः षष्टाध्याये एव अस्ति अतः तत्र सुडागमः भवति इदानीं संयोगः सुट् सुट् इत्यत्र केवलं सकारः एव तिष्ठति तर्हि सम् इति पदमस्ति सम् इति पदमस्ति उपसर्गः अस्ति सम् इति उपसर्गः अस्ति पदमपि अस्ति अतः मोनुस्वारः इत्यनेन पदान्ते मकारस्य अनुस्वारादेशः भवति हलीपरे इति अस्ति अनन्तरं समः सुटि इति अन्यत् सूत्रमस्ति तेन तत्र ऋत्वं भवितुम् अर्हति समः सुटि इत्यनेन मकारस्य ऋत्वं भवति तर्हि समसुटि इति त्रिपादीसूत्रं पूर्वमस्ति मोनुस्वरः इति परमस्ति इति कृत्वा परसूत्रं शास्त्रसिद्धं मोनुस्वरः इति शास्त्रसिद्धम् अतः समसुटि इत्येन ऋत्वं भवति सुट् इत्यस्य सुट् इत्यस्मात् पूर्वं तत्र ऋत्वं भवति समः सुटि एकक्षणम् समः सुस्य मकारस्य सुट् परे रु आदेशः भवति उपसर्गस्य रु आदेशः भवति मकारस्य स्थाने रु आदेशः भवति मकारस्य स्थाने अनुस्वारादेशः वा नो चेत् रु आदेशः इति प्रश्नः इदानीं ऋत्वं भवति मकारस्य स्थाने ऋत्वं भवति समः सुटि इति पूर्वसूत्रम् इति कृत्वा तत्सूत्रं शास्त्रासिद्धम् अतः मकारस्य स्थाने रु अतः स रु स सकारः कृति इति अस्ति इदानीं रू अस्ति प्रसक्तमस्ति अत्र अनुनासिके अनुनासिकः पूर्वस्य रू वा इत्यनेन यत्र यत्र रू अस्ति तस्मात् पूर्वं स्वरस्य अनुनासिकत्वं भवति एकस्मिन् पक्षे अन्यस्मिन् पक्षे स्वरस्य अनुस्वार आगमः भवति रूपद्वयमस्ति संस्कृतिः अथवा संस्कृतिः तत्पश्चात् सर्वसमये विसर्जनीयः इत्यस्य अपि कार्यं भवति विसर्गादेशः भवति विसर्गादेशः भवति तदनन्तरं विसर्जनीयस्य सा इत्येन विसर्गस्य स्थाने सकारादेशः इति कृत्वा रूपद्वयं सिद्ध्यते अत्र अनेन किम् उदाहरणं किमर्थम् उक्तम् इति चेत् मोनुस्वारः अपि च समः सूत्रद्वयं प्रसक्तं पसूत्रम् असिद्धम् इति दर्शनार्थम् अन्यत्र लब्ध अवकाशः अस्ति ततः व्यक्तं न भवति हा अन्यत्र लब्धावकाशः अन्यत्र एतादृशसन्दर्भेषु त्रिपाद्याम् अन्यत्र लब्धावकाशः अस्ति वा नास्ति वा इति सत्यं चिन्तयामः यतोहि अपवादसूत्रमस्ति चेत् तत्र पूर्वत्र सिद्धम् इत्यस्य अपि अपवादः भवति यथा हशीर इति अपवादः उक्तं तथैव अपवादसूत्रमस्ति चेत् पूर्वसूत्रम् इत्यस्य अपवादः भवति परन्तु अत्र मोनुस्वारः इति तु समः सूत्र इत्यस्य अपवादः नास्ति मोनुस्वारः इत्यस्य अवकाशः कुत्र अस्ति अस्तु धन्यवादः प्रश्नः अस्ति वा अत्र लक्ष्मीभगिनी बुद्धं खलु आं भगिनी बुद्धम् अस्तु अत्र कोऽपि प्रश्नः अस्ति वा अनुनासिकात् परोनुस्वारः इत्यनेन अनुस्वार आगमः अनन्तरं सम् तत्र रेफः इस् मिस्सिङ्ग् रेफ संस्कृति इति भवेत् न रेफ दृश्यते न मम करपत्रे नास्ति भगिनि तत्र फाण्ट् मध्ये किञ्चित् क्लेशः भवति अवस्तुतः अस्ति अस्तु इदानीं कः लक्ष्मीपति पठति वा कार्यसिद्धि आं पठामि भगिनि कार्यसिद्धं पूर्वमेव त्रिपादीसूत्रस्य कार्यं कारितं चेत् तर्हि तत्पश्चात् सपादसप्ताध्यायीसूत्रं वा पूर्वत्र क्षम्यता पूर्वत्रिपादीसूत्रं वा आयाति चेत् तयोः मनसि परत्रिपादीसूत्रस्य कारितं कार्यं न दृश्यते एव यतः तेन यत्किमपि क्रियते तत् पूर्वत्रासिद्धम् इत्यनेन असिद्धम् इदं कार्यासिद्धम् इति उच्यते. कार्यसिद्धम् इति शास्त्रसिद्धं कार्यसिद्धम् इति अस्ति पूर्वत्रासिद्धम् इत्यस्य प्रकारद्वयम्. अत्र कार्यसिद्धं किं भवति इति चेत् यत्र बलापलचिन्तनं भवति तत्र पूर्वमेव त्रिपादीसूत्रेण कार्यं कारितं चेत् क्षम्यताम् अत्र बलाबलचिन्तनं न भवति केवलं त्रिपादीसूत्रेण कार्यं कारितं चेत् तत्पश्चात् यत् सूत्रमस्ति तत् सूत्रं सपादसत्याध्यायां भवति न चेत् पूर्वत्र पूर्वत्रिपादीसूत्रं भवति चेत् तेन सूत्रेण यत् कार्यं कारितं तत् कार्यं न दृश्यते इति अत्र उक्तमस्ति. तत् पूर्वत्रासिद्धम् इत्यनेन त्रिपाद्यां यत् सूत्रमस्ति तेन यः कोऽपि कार्यं कारितं चेत् यत् कार्यं कारितं तत् कार्यं सपादसप्ताध्यायीसूत्रं न चेत् पूर्वत्रिपादीसूत्रं न पश्यति इति उक्तम्. उदाहरणं पठामि वा? कार्यसिद्धम् इति समयः अतीतः कार्यसिद्धम् इति सिद्धान्तः बुद्धः खलु. इदानीं बुद्धं भगिनि तत् मम प्रश्नस्य उत्तरं प्राप्तं भगिनि धन्यवादः. इत्युक्ते तत्र एकं सूत्रं त्रिपाद्याम् अस्ति तस्य कार्यं यथावत् भवति क्लेशः एव नास्ति तस्य कार्यं जायते. तत्पश्चात् एतस्य कार्यम् अनुसृत्य वयं चिन्तयामः पूर्वत्रिपादीसूत्रं नो चेत् सपादसप्ताध्यायीसूत्रं यदस्ति तत् अत्र कार्यं भवितुम् अर्हति वा इति वयं चिन्तयामः चेत् वस्तुतः अत्र कार्यं न भवितुम् अर्हति यतोहि तत् सूत्रं तु परत्रिपादीसूत्रे कारितं तत् द्रष्टुमेव न शक्नोति यतोहि परसूत्रं तु असिद्धमस्ति. परसूत्रं परसूत्र अस्तित्वमेव नास्ति इति वदामः चेत् किमपि क्रियते तत्तु सूत्रं द्रष्टुं न शक्नोति. अतः एव मया उक्तं पृथक् ग्रन्थः अस्ति इति चिन्तयन्तु इति उक्तम्. अत्र सपादसप्ताध्यायी पृथक् ग्रन्थः अस्ति अतः त्रिपादी इत्यनेन यत्किमपि क्रियते सपादसप्ताध्यायी द्रष्टुं न शक्यते यतोहि त्रिपादीसूत्रम् एवम् अपि पूर्वं प्रति परम् असिद्धम् अतः तत्रापि यत्र यत्र पूर्वसूत्रमस्ति तत् प्रति परम् असिद्धम् अतः परसूत्रे यत्किमपि क्रियते तत्तु पूर्वसूत्रं दर्शनं न शक्नोति इति अत्र कार्यासिद्धं बुद्धं खलु. शास्त्रासिद्धं कार्यासिद्धम् अनयोः भेदः अवगतः खलु? अवगतं भगिनि. समीचीनम्. तर्हि अत्र स्थापयामः प्रश्नः अस्ति चेत् अग्रिमसप्ताहे तत्र इतः अग्रे कर्तुं शक्नुमः. भगिनी हसि च इति सूत्रं तत्र उत्तरस्य रेफस्य उकारादेशः इति उक्तं खलु? तत् किमर्थं उत्तरस्य अतः इत्युक्ते ह्रस्व अकारस्य अनन्तरं रेफः अस्ति चेत् उकारादेशः अस्ति क्षीपरे अतः इति उक्तं खलु. अतः इति अत्र तप्रकरणमस्ति. तत्र उत्तरस्य इति पदं किमर्थम् अस्ति? अतः उत्तर रेफस्य न इति केवलं तत्र वाक्यशैली अतः पाठ्यम्यन्तम् अस्ति अतः तस्यादेवः अस्ति चेत् वयम् अवगच्छामः इति चेत् अत्र अनुवृत्तिरूपेण न उक्तम्. अनुवृत्तिरूपेण न उक्तं परन्तु अतः उत्तरस्य रेफः इति उक्तम्. अतः इत्यस्य विशेषणमस्ति अहं रेफस्य विशेषणम् उत्तरस्य इति स्वीकृतं चेत् तत्र उत्तरस्य रमस्य उकारादेशः इति अस्ति. अस्तु धन्यवादः. सर्वैः तत् पुनः तत् उदाहरणानि कृपया पुनः दृश्यताम्. यतोहि तत्र किञ्चित् तत्र सूक्ष्मभेदः अस्ति अतः एव मया उक्तं पूर्वं प्रति परम् असिद्धम् इति वदामः चेत् मनसि स्पष्टता भवति सर्वत्र सङ्गच्छति अतः परं यत्कोपि क्रियते पूर्वं द्रष्टुं न शक्नोति इति वयम् अवगच्छामः चेत् पर्याप्तं. तत्र कार्यसिद्धं शास्त्रासिद्धम् इति भेदः न अवगतः चेदपि मनसि किं भवेत् इति चेत् कः सिद्धान्तः मनसि भवेत् इति परमसिद्धम् अतः परं यत्किमपि क्रियते पूर्वं द्रष्टुं न शक्नोति सूत्रद्वयमस्ति तत्र तु परमसिद्धमेव इति तत्र सिद्धान्तः खलु अस्माभिः अत्र गच्छामः धन्यवादः नमस्कारः धन्यवादः नमस्कारः धन्यवादः धन्यवादः धन्यवादः